गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। इदानीं पुनस्मारणत्वेन तत्र अभ्यासः प्रवर्तमानः अस्ति। तत्र तत्र गते वर्गे अभावस्य विषये किञ्चित् चिन्तनं जातमासीत्। तत्र श्रीराममहोदयः, भवान् इतोपि चिन्तितवान् वा तत्र वाक्यं किमपि निर्मितवान्? अस्तु महोदय, तत्र प्रश्नः कः इति उक्त्वा तदनन्तरं वदतु। अस्तु महोदय, यदा भूतले घटाभावः इति वदामश्चेत् तत्र वाक्यं कथं भवति इति अन्य अभावानामपि अत्यन्त अभावः अस्ति। अभावचतुर्विधं, प्राग् तद्ध्वंस अभावः इति अस्ति। इदानीम् एकम् अभावं स्वीकृत्य वयं चिन्तयामश्चेत् भूतले घटः नास्ति इति अभावं स्वीकृत्य वयं न्यायशैल्या रचयामश्चेत् अभावस्य नाम किम्? अत्यन्त अभावः। अत्यन्त अभावः, समीचीनं। अत्यन्त अभावस्य तदा यद्यपि तत्र अभावः अस्ति, अभावः इत्युक्ते घटः नास्ति एव, भूतले घटः नास्ति इत्युक्ते तस्य अभावः अस्ति इति स्वीकुर्वन्ति नैयाकरणाः। तदा घटनिष्ठ घटत्ववच्छिन्न प्रतियोगिता निरूपित अनियोगिताश्रयः घटाभावः इति अभावस्य निरूपणं भवति। सत्यं, तन्निष्ठ आधेयता निरूपित अधिकरणताश्रयः भूतलम् इति सम्पूर्णवाक्यं भवति तत्र। समीचीनं समीचीनं, तत्र सम्बन्धः अपि योजयतु। तत्र अवच्छेदकधर्मः भवता योजितमस्ति, तत्र सम्बन्धः स्थलद्वये अपि सम्बन्धः अपि योजयतु। तत्र घटनिष्ठ अवच्छेदकतानुरूपित अवच्छेदतावती घटनिष्ठ अवच्छेदकता इति भवति वा? घटनिष्ठ, क्षम्यतां, घटनिष्ठ घटत्व घटत्वनिष्ठ अवच्छेदकतानुरूपित अवच्छेदतावती तन्त्रं संयोगसम्बन्ध संयोगसम्बन्ध सांसर्गिकसंयोगसम्बन्ध निष्ठ अवच्छेदकतानुरूपित अवच्छेदावती या प्रतियोगिता तया निरूपित अनियोगिताश्रयः अभावः। तदनन्तरमपि अभावः तन्निष्ठूतलं पर्यन्तं तन्निष्ठ स्वरूपसम्बन्ध अवच्छिन्न आधेयता निरूपित अधिकरणताश्रयः भूतलम्। समीचीनं, इति यत्र यत्र अभावः इदानीं चित्रं विहाय उक्तवान्। समीचीनं, न तद् मया बुद्धम्, अतः एवं महान् सन्तोषः जातः। तत्र किञ्चित् मनसि तादृशचित्रं भवेत्, चित्रं पुरतः साक्षात् भवेदिति नियमः तत्र आवश्यकता नास्ति, किन्तु मनसि तत्र घटनिष्ठ घटत्वं कुत्र वर्तते घटे, अतः घटनिष्ठघटत्व घटत्वनिष्ठ घटत्वावच्छिन्न अवच्छेदकता पुनः तद् घटत्व तद्घटत्वं समवायसम्बन्धेन भवता संयोगसम्बन्धः इति उक्तं वा नो चेत् समवाय इति उक्तं वा? संयोगसम्बन्धे संयोगः न भवति किल, समय अन्य अन्य हा समवाय इदानीं जातिः घटः भूतले नास्ति हा तत्र इदानीं संयोगसम्बन्धेन तत्र नास्ति इति वदामश्चेत् न तत्र इदानीम् अवच्छेदकधर्मः कः घटत्वम् इति एव धर्मः तद् घटत्वं केन सम्बन्धेन घटे वर्तते इति चेत् तत्र संयोगसम्बन्धेन समवायसम्बन्धेन वर्तते इत्यतः तत्र समवायसम्बन्धः एव वक्तव्यः तत्र धर्मः केन सम्बन्धेन घटे तादृशम् अन्य अन्यसन्दर्भे अपि यः धर्मः वयं स्वीकुर्मः सः धर्मः केन सम्बन्धेन वर्तते पदार्थे इति एव स्वीकुर्मः वा महोदय इदानीं तत्र अवसरं दृष्ट्वा कथं भवति इति वक्तव्यं तत्र विषय तत्र दैशिकविशेषणता कालिकविशेषणता इति एतादृशं भवितुमस्ति आमाम् आम् अस्तु समीचीनं धन्यवादः किन्तु इदानीं पश्यतु तत्र केवलम् अभावपर्यन्तं वदामश्चेत् घटत्वावच्छिन्न आधेयत घटत्वावच्छिन्न आधेयता निरूपित अधिकरणता आश्रयः घटाभावः इति समानं वाक्यं भवति चतुर्षु अभावस्थलेषु अत्यन्त अभावः स्वीकुर्मश्चेत् तत्रापि केवलम् अभावपर्यन्तं वदामः चेत् तत्र घटत्वावच्छिन्नादेता निरूपित अधिकरणता आश्रयः घटाभावः इति अत्यन्त अभावस्थले अपि भवति अन्योन्य अभावस्थले अपि भवति प्रागभावस्थले अपि तादृशमेव प्रध्वंस अभावस्थले अपि तादृशमेव अभावपर्यन्तं वदामश्चेत् एकमेव वाक्यं भवति किन्तु तत्र इदानीं भूतलपर्यन्तं वदामश्चेत् तत्र अत्यन्त अभावः इति वदामश्चेत् तत्र इतोपि वक्तव्यमस्ति अस्तु समीचीनम् हा इदानीं सीमा भगिनी अपि आगतवती सीमा भगिन्याः भगिन्याः एकः प्रश्नः सीमा भगिनी उक्तवती तत्र अनियोगी गते वर्गे अनियोगी अभावः अपि भवितुमर्हति आधारः अपि भवितुमर्हति इति तत्तु सत्यमेव तदेव अस्माभिः पठितं किन्तु इदानीम् अनियोगिता अभावे वर्तते अपि च अनियोगिता भूतले वर्तते इति वदामश्चेत् अनयोः मध्ये कः भेदः अनियोगितायाः कः भेदः सीमा भगिनी वदति वा महोदय यत्र अभावस्य अनुयोगिता वदामश्चेत् तत्र वस्तुनः अभावः एव अस्ति तस्य अधिकरणं न वदामः यदि अनियोगिता भूतले अस्ति चेत् वा कस्मिंश्चित् अधिकरणे अस्ति चेत् तर्हि अभावः अस्ति एवं च तस्य अधिकरणमपि अस्ति तत् मम चिन्तनमस्ति మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ ను హోల్డ్ లో ఉంచారు దయచేసి లైన్ లో ఉండండి ద పర్సన్ యు ఆర్ స్పీకింగ్ విత్ హస్ विजया भगिन्याः दूरवाण्यः न न भानुचैतन्य महोदय अस्तु इदानीं तत्र म्यूट् मध्ये स्थापितवान् हा इत्युक्ते संक्षेपतः पुनः वदतु भगिनी भवत्याः यदि घटाभावः एवं घटाभावः इति वाक्यमस्ति तत्र अनियोगिता अभावे अस्ति चेत् तत्र घटाभावस्य अधिकरणं न उक्तं भवति, किन्तु यदि अनियोगिता भूतले अस्ति चेत् तद् वदामश्चेत् तर्हि अभावस्य अधिकरणं स्पष्टमस्ति, तद् मम चिन्तनमस्ति। तत्र भवत्याः साहाय्यार्थम् अन्यः एकः प्रश्नः अहं पृच्छामि। इदानीं भूतलस्य आनयनेन तत्र घटाभावः अपगच्छति वा इत्युक्ते न महोदय, अभावः घटाभावः तिष्ठति एव, किन्तु घटाभावस्य अधिकरणं स्पष्टं भवति यदि वयं सत्यम् इत्यतः अत्र घटाभावे विद्यमान अनियोगिता अपि च भूतले विद्यमान अनियोगिता अनयोः मध्ये कः भेदः अस्ति चेत् घटाभावे विद्यमान अनियोगितायाः तत्र वैरुध्यमस्ति। इत्युक्ते घटाभावः भवति चेत् घटः तत्र न भवति, घटः अस्ति चेत् घटाभावः न भवति, इति विरोधः अस्ति तत्र। सत्यं, प्रतियोगिता अभावस्य अनुयोगिता प्रतियोगितया सह गच्छति सत्यं, किन्तु यद्यपि इदानीं भूतले अपि अनियोगिता वर्तते इति वदामः तथापि तत्र भूतलस्य आनयनेन किमपि न भवति, तत्र विरुद्धः न उक्तः, विरोधः न उक्तः इति मनसि भवेत्। केवलं तत्र भूतले अनियोगिता वर्तते इत्युक्ते कथम् अवगन्तव्यम् इति चेत् भूतले अधिकरणता अस्ति इति अवगन्तव्यं तावदेव इति भेदः वर्तते। किन्तु तावदेव पुस्तके दत्तमस्ति, किन्तु किमर्थं यदि अधिकरणता एव अनियोगिता इति पदेन सूचितमस्ति चेत् तत्र किमर्थम् अनियोगी भूतलम् अनियोगी इति स्वीकृतम् इत्यस्मिन् विषये कस्यापि चिन्तनमस्ति वा? भवती अपि वक्तुं शक्यते। न जाने महोदय, किञ्चित् विचार्य वदामि। अस्तु अस्तु, अन्येषां चिन्तनं प्रश्नम् अवगतमिति अहं चिन्तयामि। प्रश्नः पुनः वदामि, तत्र अभावे अभावः एव अनुयोगी अस्ति, घटाभाव घटस्य घटाभावः अनुयोगी, घटः प्रतियोगी घटाभावः अनियोगी, अतः घटाभावे अनियोगिता वर्तते इति एकं पक्षमस्ति। अन्यस्मिन् पक्षे इदानीं सः घटाभावः यस्मिन् वर्तते इत्युक्ते भूतले वर्तते तस्यापि अनियोगी इति नाम जातः इति संज्ञा प्राप्तम्, किन्तु तत्र भूतले विद्यमान भूतलं अनियोगी इति वदामश्चेत् तस्मिन् सन्दर्भे तत्र अनियोगी इत्युक्ते किम् इति चेत् केवलम् अधिकरणमेव न तु विरोधः तत्र सूचितमस्ति। किन्तु तथापि किमर्थं तत्र अनियोगी इति पदं प्रयुक्तं, तादृशनाम किमर्थं स्वीकृतम् इत्यस्मिन् विषये कस्यापि चिन्तनमस्ति वा? मया एवम् अवगतं, यत्र इदानीं घटः भूतले नास्ति इति वयं स्वीकुर्मः, तत्र उदाहरणार्थं स्वीकुर्मः, तत्र किम् एकनिमिषं महोदय, घटः पटः न इति वयं वदामश्चेत् अन्योन्यभावः अन्योन्य अभावस्थले तादृश अनियोगी पटः अनियोगी इति स्वीकुर्वन्ति, तद् निरूपणार्थम् अनियोगी पटे अस्ति इति वदनार्थं नैयायिकर्णाः तादृशं वदन्ति तत्र अत्यन्त अभावस्थले अपि घटः भूतले नास्ति इत्यत्रापि भूतलस्य अनियोगी इति संज्ञा स्वीकृतम् यद् भवान् उक्तवान् भूतले भूतले इति सप्तमी विभक्त्याम् अस्ति तद् स्पष्टम् अस्ति घटः पटः न इति तत्र तत्र अनियोगी पटः एव तु भूतले भूतले घटः भूतले नास्ति तत्र अनियोगी घटः इति क्षम्यतां भूतलम् इति न वदामः खलु न इति वदामः इति अस्ति इति भूतलस्य नाम तत्र अस्तु तत्र तदर्थमेव किञ्चित् चिन्तयन् अस्मि अत्र घटः भूतले नास्ति इत्यस्मिन् सन्दर्भे तत्र अनियोगिद्वयं वर्तते एकं तु घटाभावः घटाभावः तु घटस्य सर्वदा अनियोगी भवत्येव अनन्तरं सः घटाभावः यस्मिन् वर्तते तदपि तस्यापि अनियोगी इति नाम प्राप्तमस्ति भूतलस्यापि तत्र अनियोगी इति नाम किन्तु अत्र अनियोगी इति वदामश्चेत् अधिकरणम् इत्येव अवगमनमस्ति तत्र न तु विरोधः इति तत्र भूतले अनियोगिता अधिक या अनुयोगिता वयं स्वीकुर्मः सा अधिकरणता इत्येव सत्यं अधिकरणता किन्तु मम प्रश्नः इदानीं किमर्थम् अधिकरणतायाः अनियोगी अनियोगिता इति अपि नाम किमर्थं स्वीकृतम् इति अत्र पुस्तके एतत् चिन्तनं नास्ति अस्तु भवतु अहं मम चिन्तनम् एवमस्ति तत्र अभावः इति भावपदार्थः नास्ति किल सप्तपदार्थाः सन्ति नैयायिकानां मतानुसारं तत्र षड् पदार्थाः भावपदार्थाः अभावः इति भावपदार्थः नास्ति इदानीं भावपदार्थः नास्ति इति स्वीकृत्य तस्मिन् भावपदार्थ अभावपदार्थे अनियोगिता वर्तते इति वदति चेत् तत्र किञ्चित् क्लेशः अवगमनार्थं मनसि क्लेशः भवति इति कृत्वा इदानीं तत्र अभावनिष्ठ अनियोगिता निरूपितपटनिष्ठ प्रतियोगितानिष्ठ अवच्छेद्यता निरूपित अवच्छेदकतावत् आश्रयपटत्वम् सत्यम् एतत् समीचीनं तत्र आमामां तत्र अन्योन्यभावस्थले एतादृशं यथा भवत्या उक्तं तादृशमेव वाक्यं भवति किन्तु इदानीं पटस्य वा नो चेत् भूतलस्य वा कथं वा अनियोगी इति संज्ञा प्राप्तं यद्यपि ते अधिकरणमेव अधिकरणानि एव तथापि तेषां नाम अनियोगी इति किमर्थं स्वीकृतम् इति चेत् तत्र अनियोगिता इति धर्मः यत्र कुत्रापि भवेत् इत्यतः तत्र अभावे अस्ति इति वदामश्चेत् तत्र कथं वा धर्मः पदार्थः एव अभावः तस्य स्वभावः एव अभावस्वभावः तस्मिन् कथं वा इति मम चिन्तनमस्ति भवतु अस्तु अत्र इति कृत्वा तत्र इदानीम् अभावस्य स्थले समीचीनचिन्तनं जातं तत्र चिन्तनवर्गे गते मङ्गलवासरे चिन्तनवर्गे द्रव्याणां विषये चिन्तनं जातम् अतः इदानीं कालस्य लक्षणं प्रति गच्छामः महोदय तत्पूर्वं मम अहं श्रुतवती गतवर्गस्य ध्वनिमुद्रणं तत्र एकः प्रश्नः अस्ति यदा भवान् विषयिता विषये विषयिताविषये प्रश्नान् कुर्वन् आसीत् तदानीं प्रकारिता संसर्गिता विशेषता इति विषयता तीव्रः सन्ति इति उक्तं किन्तु वाक्यस्य उपयोगं कृत्वा कथं वदनीयं भवति अयं घटः इति ज्ञाने घटत्वनिष्ठप्रकारिता यदि वदामश्चेत् तर्हि तस्य भेदः प्रकारता आख्यविषयता तेन सह भेदः न भवति तर्हि कथं वक्तव्यं भवति अस्तु अत्र भवती वदतु प्रथमम् अयं घटः इत्यस्मिन् ज्ञाने किं कस्मिन् सम्बन्धेन केन सम्बन्धेन कस्मिन् वर्तते इति भवती वदतु एकवारम् अयं घटः इत्यस्मिन् ज्ञाने अयं घटः इत्यस्मिन् ज्ञाने घटत्वप्रकारता तस्मात् पूर्वं तत्र तदनन्तरं तस्मिन् तत्र तिस्रः भेदाः त्रयः भेदाः यत्सन्ति तत् किञ्चित् अनन्तरं वदामः प्रथमं तत्र अयं घटः इत्यस्मिन् तत्र ज्ञानमस्ति विषयः अस्ति घटः अस्ति एवं संयोगः अस्ति क्षम्यताम् एवं समवायसम्बन्धः अस्ति एवं घटस्य प्रकारः घटत्वम् अयं न इदानीं तत्र प्रकारता इति तत्सर्वं त्यजतु तत्र प्रथमम् अयं घटः इत्यस्मिन् ज्ञानम् इत्यस्मिन् ज्ञानं ज्ञाने अयं घटः इति ज्ञानम् अस्ति एकस्मिन् पार्श्वे अन्यस्मिन् पार्श्वे घट ज्ञानस्य विषयः घटः अस्ति इदानीं ज्ञानं केन सम्बन्धेन घटे वर्तते इति वदतु समीचीनं पुनः घटः केन सम्बन्धेन ज्ञाने वर्तते घटः विषयिता सम्बन्धेन ज्ञाने वर्तते समीचीनम् इति एतावत्पर्यन्तं समीचीनम् इदानीं ज्ञानं विषयतासम्बन्धेन घटे वर्तते इत्यस्मिन् सन्दर्भे तत्र विषयतायाः तिस्रः भेदः उक्तमस्ति किल ते के इति वदतु प्रकारताख्यविषयता संसर्गताख्यविषयता एवं विशेष्यताख्यविषयता समीचीनम् इदानीं प्रकारताख्यविषयता तत्र केन अवच्छिन्ना भवति घटत्वावच्छिन्ना भवति हा घटत्वावच्छिन्न घटत्वावच्छिन्न अवच्छिन्ना भवति समीचीनं संसर्गाख्यविषयता केन अवच्छिन्ना भवति समवायसम्बन्धावच्छिन्ना भवति समीचीनं एवमेव अन्य अन्तिममपि वदतु तत्र क्लेशः अस्ति यतोहि विशेषता आख्यविषयता अत्र घटः अस्ति किन्तु घटः अवच्छेदकं न अवच्छेदकः भवितुं न अर्हति अत्र सत्यं सत्यम् इति कृत्वा तत्र अवच्छिन्ना इति प्रायः न वक्तव्यं तत्र अस्ति इति वक्तव्यं तत्र ज्ञानं शृणोतु ज्ञानम् अयं घटः इति ज्ञानं प्रकारता आख्यसम्बन्धेन घटत्वे वर्तते घटत्व अवच्छिन्ना इति नास्ति घटत्वे वर्तते अयं घटः इत्यस्मिन् ज्ञानं प्रकारताख्यसम्बन्धेन घटत्वे वर्तते संसर्गिक आख्यसम्बन्धेन समवाये वर्तते विशेष्यताख्यसम्बन्धेन घटे वर्तते इति वक्तव्यम् एवमेव तत्र विपरीतरीत्या इदानीं विषयिता तिस्रः भवति किल ज्ञाने वर्तते एवं वक्तव्यम् अस्तु अस्तु हा इति तादृशमस्ति अत्र अग्रे यदा वयं तत्र प्रत्यक्षस्य निरूपणं कुर्मः तत्र पठामः अस्य उपयोगः किमर्थम् एतादृशं तिस्रः भेदः त्रयः भेदः स्वीकृतः इति तत्र ब्रह्मस्थले इदानीं रज्जुसर्पः किञ्चिदिव वदामि तस्मिन् विषये अतः सर्वेषां मनसि किमर्थम् एतादृश तत्र सूक्ष्मचिन्तनं किमर्थं कृतं, प्रकारता संसर्गता इति एतत् सर्वं किमर्थं स्वीकृतम् इति चेत्, इदानीं भ्रमस्थले रज्जौ वयं सर्पं पश्यामः किल, तत्र इदानीं भ्रमस्थले किं भवति, सामान्य तत्र भ्रमं नास्ति प्रमा इति स्वीकुर्मः, तत्र अयं घटः इत्यस्मिन् स्थले तत्र प्रकारता घटत्वे वर्तते, संसर्गिता संसर्गता समवायसम्बन्धे वर्तते, अपि च विशेष्यता घटे वर्तते। किन्तु भ्रमस्थले किं भवति, भ्रमस्थले किं भवति इति चेत् प्रकारता कुत्र वर्तते इति चेत् सर्पे वर्तते, न तु रज्जौ। किन्तु विशेष्यता रज्जौ वर्तते इति बोधनार्थं तत्र भ्रम अपि च प्रमा अनयोः मध्ये कथं वा भेदः साधनीयः इति चेत् अत्र तत्र एव एतस्य उपयोगः भवति। यत्र यत्र प्रकारता अपि च विशेष्यता अनयोः मध्ये तत्र तद्वति तत्प्रकारकज्ञानम् इति एव प्रमा इत्यस्य लक्षणमस्ति। तद्वति तत्प्रकारकज्ञानम् इत्युक्ते घटत्वं घटे विद्यते चेत् तत् प्रमा भवति। किन्तु सर्पत्वं रज्जौ विद्यते चेत् तत्र भ्रमा भवति इति कृत्वा तस्य बोधनार्थम् एतादृशसूक्ष्मचिन्तनं कृतम्। अस्तु अस्तु, किन्तु ज्ञाने एकवारं पुनः वदतु, प्रकारिता संसर्गिता विशेषयिता सन्ति, वाक्यस्तरे कथं वदनीयं? हा, घटत्वं घटत्वं यथा ज्ञानं प्रकारताख्य विषयतासम्बन्धेन घटत्वे वर्तते, एवमेव घटत्वं प्रकारिता आख्य विषयितासम्बन्धेन ज्ञाने वर्तते इति। धन्यवादः। यदा शरः तत्र अन्यत् रीत्या ज्ञानं प्रति गच्छति तत्र, किन्तु तत्रापि घटत्वमेव, घटत्वं प्रकारितासम्बन्धेन ज्ञाने वर्तते, ज्ञानं प्रकारतासम्बन्धेन घटे वर्तते। एवमेव समवायसम्बन्धः संसर्गितासम्बन्धेन ज्ञाने वर्तते, ज्ञानं संसर्गतासम्बन्धेन समवायसम्बन्धे वर्तते, अन्तिममस्ति घटः विषयितासम्बन्धेन ज्ञाने वर्तते, ज्ञानं विषयतासम्बन्धेन घटे वर्तते। यदा वयं वदामश्चेत् घटत्व प्रकारिता प्रकारताख्यविषयतासम्बन्धेन घटे वर्तते, तदेव अत्र घटत्व प्रकारिता विशेष्यता विषयितासम्बन्धेन ज्ञाने। सत्यं तावदेव, घटत्वं प्रकारिताख्य विषयितासम्बन्धेन ज्ञाने वर्तते। धन्यवादः, क्षम्यतां, भवतु, न सर्वेषां लाभाय भवति। अत्र किञ्चित् जाटिल्यमस्ति, एतस्य अवगमनं समीचीनं भवति चेदेव तत्र भ्रम अपि च प्रमा अनयोः भेदः समीचीनतया अवगन्तुं शक्यते। अस्तु, इदानीं तत्र कालं प्रति गच्छेम। अस्तु, तत्र शिवराममहोदय, भवान् वदति वा कालस्य लक्षणं किम् इति? आम् आं महोदय, अतीतादिव्यवहारहेतुः कालः, अतीतादिव्यवहारहेतुः कालः, किञ्चित् वदति वा अत्र किं किम् अस्ति इति? अतीतादिव्यवहार हेतु कालः, तत्र किञ्चित् विवरणं करोतु, अतीतादिव्यवहारहेतुः कालः, अत्र लक्षणवाक्ये किं किम् अस्ति, अतीतादि इत्युक्ते किं, व्यवहारः इत्युक्ते किं, हेतुः इत्युक्ते किं? व्यवहार इति ज्ञानजनकशब्दप्रयोगः अस्ति। व्यवहारः समीचीनं ज्ञानजनकशब्दप्रयोगः व्यवहारः अतीतादि इत्युक्ते किम् अतीतादि नाम घटितानि यत् पूर्वं यत् घटितानि वा घटितमासीत् तत् अतीतादि इत्युक्ते तत्र पद केवलं शब्दः एव अतीतं घटः अतीतः इति तादृशशब्दप्रयोगः अतीतादि नाम अधुना सा घटा नास्ति सत्यं इति अर्थम् अतीतः इति पदस्य अर्थं किन्तु अतीतादि तत्र आदिपदेन किं बोध्यम् यत्किमपि अतीतम् अतीतः तत्सर्वम् अतीतादि अतीतादि घटः अतीत घटः अतीतः घटः वर्तते घटः भविष्यति इति भवति केवलम् अतीतादि इत्युक्ते तत्र अतीतं घटः वर्तते घटः भविष्यति इति सर्वे कालबोधकशब्दाः तत्र उक्ताः सन्ति एतादृश अतीतः घटः अतीतः घटः वर्तते घटः भविष्यति इति एतादृशशब्दप्रयोगः कस्य आधारेण वक्तुं शक्यते इति चेत् तत्र कालः तत्र आधारः इत्युक्ते हेतुः तदेव कालः इति अस्ति समीचीनम् अत्र कालस्य एकत्वं विभुत्वं नित्यत्वं स्वीकृतं किमर्थम् कालस्य एकत्वं तत्र मूलग्रन्थे अतीतादिव्यवहारहेतुः कालः स च एका विभुः विभुः नित्यश्च विभुः तत्र अनियामकवृत्तित्वम् अस्ति तत्र तत् कारणेन विभुत्वम् अस्ति अनुमानेन एकनिमिषम् तत्र विजय भगिनी अहम् इदानीं तत्र शिवराममहोदयस्य अवसरः अस्ति यदि अनेन न वक्तुं शक्यते तर्हि भवति समीचीनमेव तत्र उत्साहः सन्तोषजनकः एव किन्तु तस्य अवसरः अस्ति इति तत्र कालस्य निरूपणं केन प्रमाणेन कृतम् शिवराममहोदय कालस्य कालस्य निरूपणं कालः अस्ति इति कथं वा अस्माभिः ज्ञातम् प्रत्यक्षेन कालस्य दर्शनं भवति वा न अनुमानेन तत्र अनुमानप्रमाणेन एव यत्र यत्र अनुमानप्रमाणेन यत्किमपि स्वीकृतं तत्र सर्वत्र किं भवति किं स्वीकर्तव्यं भवति संख्या किं भवति संख्या परिमाणभिन्न किं परमाणुभिन्न न यत्र यस्य कस्यापि अनुमानेन तस्य अस्तित्वं साधितं चेत् तत्र तस्मिन् विषये संख्या किं स्वीकरणीयं परिमाणं किं स्वीकरणीयम् अपि च नित्यत्व अनित्यत्वविषये किं स्वीकरणीयम् अस्तु इदानीं विजय भगिनी वदतु अनुमानेन एकः संख्या विभुः नित्यः इति स्वीकरणीयं यत्र यत्र अनुमानेन यत्किमपि निरूपितमस्ति तत्र सर्वत्र एकत्वं विभुत्वं नित्यत्वं स्वीकरणीयं किमर्थं लाघवाय तत्र लाघवं किम् इति प्रतिपादयतु सत्यं तु लाघवाय तत्स्वीकरणीयं किमर्थम् एकत्वे लाघवं किम् अनेकत्वे गौरवं किम् अनेकं किमर्थं स्वीकर्तुं न शक्नुमः किल? एकत्वे लाघवाय एकत्वं स्वीकृतं. मम प्रश्नः इदानीम् एकत्वे किं लाघवमस्ति, अनेकत्वे किं गौरवमस्ति इति. अति आकाशः मम अवसरसमये मम प्रश्नस्य उत्तरं न आगच्छति. अन्येषां कृते प्रश्नः अस्ति चेत् आम्, अन्येषां प्रश्नः अहं जानामि, किन्तु भवतु, अन्य कोऽपि वदतु इदानीम्. एकत्वे लाघवं कथं वा, अनेकत्वे गौरवं कथम्? इदानीं अनेकत्वं स्वीकुर्मश्चेत् यदा पार्थिवद्रव्यम् अस्ति चेत् तत्र परमाणु परमाणु आरभ्य तस्य उत्पादनं कथम् इति वक्तुं शक्यते. इदानीम् आकाशविषये वयम् अनेकत्वं स्वीकुर्मश्चेत् तस्य परमाणु अस्ति वा, तदा कथम् उत्पादनं भवति, एतत् सर्वं वक्तव्यं भवति. तद् गौरवम् अस्ति, तत् सा चिन्ता गौरव तस्यां चिन्तायां गौरवम् अस्ति. यदा एकत्वं स्वीकुर्मश्चेत् तत्र तादृशचिन्ता एव नास्ति. समीचीनम्. किन्तु तत्र इतोपि किञ्चित् चिन्तयितुं शक्यते. यदि तत्र कार्यमस्ति चेत् इदानीं कालः कार्यम् इति स्वीकुर्मश्चेत्, कार्यरूपम् इति स्वीकुर्मश्चेत् तत्र कारणं वक्तव्यमस्ति. कारणं वक्तव्यमस्ति अस्ति चेत् तत्र कारणेन तत्र कार्यम् उत्पादितम् इति अपि वक्तव्यं भवति इति, एतत् सर्वं वक्तव्यं भवति इति कृत्वा. किन्तु इदानीं कालः अनेकः, किन्तु सर्वे कालाः तत्र कारणरूपाः एव इति वदामश्चेत् तत्र कः तत्र किं भवति, तत्र गौरवं नास्ति किल? किमर्थमित्युक्ते अत्र कार्यं मया न उक्तं, कार्यरूपस्य कालस्य कार्यरूपं मया न उक्तं. कालाः अनेकाः, सर्वे कारणरूपाः इति तादृशं वदामि चेत् तत्र यद्भवता उक्तं तादृशदोषः न भवति, गौरवं तत्र न भवति. तत्र सम्बन्ध कथं भवति इति प्रश्नः भवति. न, बहवः कालाः सन्ति चेत् तयोः मध्ये सम्बन्धः कथं भवति? सम्बन्धं विना अपि भवितुमर्हति, सम्बन्धः वक्तव्यमस्ति. सत्यं तु सर्वे एकमेव. इदानीं वयं सर्वे एकं कालम् एव अनुभवामः खलु. भिन्नभिन्नकालम् एकैकः अनुभवति चेत् कथं भवति महोदय? अस्माकम् अनुभवः एक एव अस्ति. तत्र कालः अतीतकालः, वर्तमानकालः, भविष्यत्कालः, एकस्य अस्ति किल व्यवहारे अस्ति, एकस्य कालस्य एव तादृश किं व्यवहारमः तादृश एकस्य कालस्य एव व्यवहारः इति भवान् वदति. तस्य आक्षेपम् अहम् इदानीं करोमि. एकस्य कालम् इति नास्ति, तत्र कालस्य अनेकत्वं स्वीकुर्मः. कीदृश अनेकत्वं वर्तते कालः, भवतः कालः, तस्य कालः, अन्यस्य कालः इति भवति चेत् तत्र व्यवहारे सामान्यता न भवति खलु? इदानीं मम कालः अस्ति, इदानीं किमपि अस्ति वा? कालस्य प्रयोगः कारणम् अस्ति किल महोदय? कालः एव कार्यं, कालः कार्यं वा शब्दप्रयोग इति कारणम् अस्ति किल कालस्य कारणं शब्दप्रयोग नास्ति तत् हेतुः तावदेव कारणम् इदानीं कालः कार्यम् अस्ति ज्ञानं ज्ञानं कारणं शब्दप्रयोगस्य ज्ञानं कारणम् इति वा न न न न कालः तु नित्यः यदि कार्यमिति वदामश्चेत् तत्र अनित्यत्वप्राप्तिः अस्ति अत्र हेतुः तावदेव महोदय मम चिन्तनमस्ति नानात्वे सर्वदा गौरवम् अस्ति एकत्वे सर्वदा लाघवम् अस्ति कथम् इति तदेव मम प्रश्नः नानात्वम् अस्ति चेत् कति विधानि सन्ति तेषां परिमाणं किम् एकैकं स्वीकृत्य तद् वक्तव्यं भवति किन्तु एकत्वं स्वीकरणेन तत् सर्वं न भवति समीचीनम् अत्र अत्र अधिकचिन्तनं किमपि नास्ति अत्र यदि अनेकत्वं वदामश्चेत् तत्र इदानीं कालद्वयं वर्तते इति चिन्तयतु कालद्वयं स्वीकुर्मश्चेत् तत्र अनेकाः कालाः अपि उक्तं भवति अनेन तर्केण कालद्वयं स्वीकुर्मश्चेत् तत्र कालद्वयोः मध्ये भेदः कदः इति निरूपणीयं किल तत् कथं कर्तुं शक्यते इति चिन्तनीयं भवति यदि यस्य कस्यापि अनेकत्वं स्वीकृतम् इति चेत् तत्र प्रत्येकं व्यक्त्योः मध्ये भेदः कः इति निरूपणीयं भवति इदानीं परमाणवः पार्थिवपरमाणवः अनेकाः इति अस्माभिः अधीतं तत्र पार्थिवपरमाणुद्वयोः मध्ये कः भेदः वर्तते कोऽपि वदति वा विशेषम् इति स्वीकृत्य भेदः निरूप्यते परमाणुशेषम् अतः एव विशेषः इति भिन्नपदार्थः स्वीकृतः अस्ति स्वीकृतं तत्र यस्मिन् पार्थिवपरमाणौ एकः विशेषः अस्ति तद् अन्यस्य अन्यस्य परमाणोः नास्ति तद् भिन्नमस्ति अतः तत्र विशेषः इति पदार्थं स्वीकृत्य उक्तमस्ति तादृशपदार्थः अत्रापि स्वीकर्तुं शक्यते किन्तु तत्र अनेकत्वं वदामश्चेत् तत्र गौरवं किम् इति चेत् प्रथमं तत्र अनेकत्वं के मया साधनीयं किल भवन्तः अपि पुनः मया प्रष्टुं शक्यते प्रथमं भवान् साधयतु तत्र केन तर्केण कालः अनेकाः इति भवता उक्तं तस्य उत्तरं मया किमपि न वक्तुं शक्यते केवलम् अतीतः वर्तमानः भविष्यति इति एतादृशम् एव वक्तव्यं किन्तु एतादृशशब्दप्रयोगेन किमपि न निरूपितं भवति केवलं कालः इति पदार्थः अस्ति द्रव्यमस्ति इति एव तत्र निरूपितं भवति किन्तु तस्मादुपरि तत्र अनेकत्वं केवलम् एतादृशपदप्रयोगेन निरूपितं भवति इति न यदि अनेकः कालः अनेकाः इति वदामि तर्हि मया निरूपणीयं भवति तत्र अनेकत्वं कथं वा मया साधितम् इति अपि च तत्र अनेकत्वं वक्तव्यं चेत् तत्र भेदः प्रत्येकं कालस्य भेदः वक्तव्यं भवति तत्र सम्बन्धः अपि वक्तव्यं भवति इति तत्र गौरवमस्ति इति कृत्वा तत्र एकत्वं स्वीकुर्मश्चेत् तत्र यदि आवश्यकमस्ति अस्तु इदानीं तत्र अग्रिमप्रश्नः अस्ति बालसुब्रह्मण्यमहोदय भवान् वदतु यद्यपि कालस्य एकत्वं स्वीकृतं तथापि अस्माकं व्यवहारे कालः अतीतः कालः वर्तमानः कालः भविष्यत्कालः इति भेदं वर्तते एव व्यवहारे भेदः वर्तते एव कालस्य तत् कथं वा साधितम्? एकत्वं स्वीकृतेनापि भेदः कथं वा साधितम्? उपाधिरूपेण. समीचीनं, बहु समीचीनम्. उपाधिं स्वीकृत्य भेदः साधितः. अत्र कालस्य उपाधयः के के भवितुमर्हन्ति? किमिति? जन्यानां क्रियाणां. हा, समीचीनं, बहु समीचीनं. जन्यानाम् इति तत्र जन्याः, ये जन्याः सन्ति ते तत्र कालोपाधित्वेन भवितुमर्हन्ति. किमर्थं जन्याः स्वीकृताः सन्ति? न न, किमर्थं तत्र जन्याः इति विधिभगिन्या उक्तं, तत्तु सत्यमेव, किन्तु किमर्थं नित्याः तत्र न स्वीकृतम्? केवलं जन्याः एव स्वीकृतम्. तत्र क्रियासमुदायः नास्ति. समीचीनं, तत्र जन्यानाम् एव क्रिया भवति. ये नित्याः ते तत्र अधिकाधिकं तत्र विभवः सन्ति केवलं परमाणुं विहाय, किन्तु परमाणुषु ये क्रिया जायते तत् कोऽपि न द्रष्टुं शक्यते. तत्र प्रत्यक्षयोग्यत्वं नास्ति इत्यतः यद्यपि परमाणुषु क्रिया जायते तथापि परमाणवः तत्र उपाधिरूपेण न स्वीकर्तुं शक्यते. मध्ये ये ये सन्ति मध्यमपरिमाणवन्तः ते तु जन्याः. येषां जन्यानां तत्र समानक्रिया जायते तेषां तत्र क्रियारूपेण तत्र जन्याः अपि स्वीकृताः भवति. प्रथमम् अत्र उपाधिः क्रिया अस्ति, समानक्रिया एव कालस्य उपाधिः, कालस्य मानार्थम् उपाधिः भवति. अपि च येषु यासु जन्यासु तत्र समानक्रिया जायते ते अपि समानक्रिया, नो चेत् तत्र जन्याः अपि तत्र उपाधिरूपेण भवितुमर्हति. किन्तु नित्यानां तत्र विभुत्वमस्ति, अधिकाधिकं विभुत्वमस्ति इति कृत्वा ये विभवः तेषु क्रिया न जायते इति कृत्वा तत्र ते कालस्य उपाधिरूपेण न कार्यं कर्तुं शक्यते. अस्तु, इदानीम् उपाधयः उपाधिद्वयम् उक्तम्, एकं तु क्रिया, द्वितीयं तु जन्यः. तृतीयम् अन्यत् किमपि अस्ति वा कालस्य उपाधिः? जी, तत्र जन्यानां क्रिया भवति इति कथं जानीमः चेत् परिमाणमस्ति, अनन्तरं पृथक्त्वं, संयोगं, विभागम्, एतत् सर्वमस्ति खलु. एतत् एतत् रूपेण वयं जन्यानां क्रिया भवति इति वयं जानीमः खलु जि? न, तत्र कथं वा एकं जन्यं भवति? इदानीं कपालद्वयसंयोगेन एव घटः उत्पद्यते किल. संयोगः भवति चेत् तत्र क्रिया विना कथं वा संयोगः जायते इति कृत्वा तत्र जन्याः सर्वे क्रियावन्तः एव. सत्यम्. अस्तु, अत्र अत्र कालस्य विषये अन्तिमप्रश्नः आसीत् तत्र उपादयः के इति. प्रथमं क्रिया भवितुमर्हति, द्वितीयं तु जन्याः भवितुमर्हन्ति. अन्यत् किमपि अस्ति वा? नाशं महोदय, तस्य नाशं कथं वा कालस्य उपाधिः भवति? घटम् उत्पद्यते, घटम् अस्ति, घटत्वनाशनं प्रत्यक्षं भवति. अतः तत् इदानीं घटः इति जन्यः, अतः तत् स्वीकृतम्. आम्, तस्मिन् तस्मिन् गणे भवति घटः जन्यः इत्यनेन घटः कालस्य उपाधिः भवति. अन्यत् किमपि अस्ति वा अत्र लक्षणवाक्यं किम् इति बालसुब्रह्मण्यमहोदय पुनः वदतु, कालस्य लक्षणवाक्यम्. अतीतादि व्यवहारहेतुः कालः इति. हा, अत्र पश्यतु, अस्मिन्नेव लक्षणवाक्ये अतीतः अतीतः इति पदं यदस्ति तत् क्रियामपि क्रिया न सूचयति, तत् जन्यमपि न सूचयति, किल. तथापि तेन पदप्रयोगेन कालस्य वयम् उपाधिरूपेण वक्तुं शक्यते. इत्यतः तादृश पदानि ये सन्ति ते अपि कालस्य उपादेयः भवितुमर्हति. कालवाचकपदाः पदानि ते अपि कालस्य उपाधिरूपेण कार्यं कर्तुं शक्यते इति अस्ति. अतः त्रयः उपादेयः भवितुमर्हति, एकं तु क्रिया, द्वितीयं तु जन्यः, तृतीयं तु एतादृशशब्दप्रयोगः. कालः जातः, अतीतः, कालः वर्तमानः, कालः भविष्यति इति एतादृशप्रयोग केवलं शब्दप्रयोगत्वेन अपि तत्र कालस्य मानं कर्तुं शक्यते. अतः ते अपि कालस्य उपादेयः भवितुमर्हन्ति. अस्तु, समीचीनम्. इदानीं तत्र अस्मिन्नेव इदानीं कस्याः अवसरः भवति? जि गतवर्गस्य आधार आदेय इति पिता पुत्रः समीपे किम् अस्ति इति पृष्टवान् खलु जि. आम्, तत्र कुटुम्बभारं पिता एव वहति, अतः सः आधारः, पुत्रः आदेयः, एतत् सर्वं पिता पितरं स्वीकृतवान् खलु पुत्रः, अतः सः आदेयः, पिता एव आधारः इति मम चिन्ता. तादृशं नास्ति भगिनि, तत्र कुरुम्बभारं सः वहति इत्यनेन सः आधारः भवति इति नास्ति. तादृशशब्द अत्र मया किमर्थं पृष्टम् इति चेत् तत्र आधारादेवः केवलं सम्बन्धः एव सूचयति इति बोधनार्थम्. तत्र भारवहनं किमपि नास्ति, न प्रत्यक्षं किल महोदय, कुटुम्बभारं न प्रत्यक्षं किल महोदय, तत्र केवलं पदप्रयोगः मनसा प्रत्यक्षं मनसा प्रत्यक्षं नास्ति. बहु बहु वयसः तु बहु बहु कम् अस्ति खलु, अतः सः पुत्रः पुत्री सर्वं पितरम् एव आधाररूपेण कार्यं कृतवन्तः. पाठशालां गच्छन्ति, भोजनं खादन्ति, एतत् सर्वं पितर पितुः एव. पिता स्वीक्रियते. एकनिमिषम् एकनिमिषम् एकनिमिषं क्षम्यतां क्षम्यतां, तत्र इदानीं इदानीं वयं न्यायवर्गे स्मः, अतः न्यायशैल्यामेव वक्तव्यं सर्वम्. अत्र कुटुम्बभारम् इति किमपि न्यायसिद्धान्ते किमपि नास्ति. कुटुम्बभारं स्वीकृत्य अन्यस्य निरूपणम् इति एतादृशं किमपि चिन्तनं नास्ति अत्र. कुटुम्बभारमस्ति चेत् तस्य मानं किम् इत्युक्ते हौ मेनि किलोस् इति तादृशं तादृशं मानं न कर्तुं शक्यते किल न्यायवर्गे. ते विस्मृतवन्तः जि एतत् विषये, कुटुम्बभारं पिता एव वहति. न न, तत् त्यजतु, न न, विस्मृतवन्तः इति नास्ति अत्र. कुटुम्बभारम् इति केवलं वदामः तावदेव. एकः अपि पिता भवितुमर्हति यस्मिन् मनसि मम कुटुम्बम् अहं वहामि, किन्तु तद् भारं नास्ति इति, स सन्तोषेन अहं वहामि इति चेत् तस्मिन् मनसि भारं नास्ति किल. अतः तत् भावमेव, केवलम् एकः भावः एव, अहं भारं वहामि इति दुःखेन कोऽपि वदति चेत् तादृशपितुः मनसि एव भारमस्ति. अन्यः इदानीं सन्तोषेन कुटुम्बं चालयति चेत् तस्मिन् मनसि भारं भारमेव नास्ति. अतः तत् केवलं भावः. अस्तु, तत्र किं सूचितम् इति चेत् तत्र पिता पुत्रः अनयोः मध्ये आधारादेयभावः केवलं सम्बन्धमेव सूचयति, तावदेव सूचयति. किन्तु देवदत्तः आसने उपविशति इत्यस्मिन् सन्दर्भे देवदत्तस्य देवदत्तस्य भारम् इदानीं 100 किलो इति स्वीकुर्मश्चेत् तादृशशतकिलो भारं तत्र आसनं वहति साक्षात्. किन्तु तादृशम् अत्र नास्ति इति कृत्वा तत्र नियामकसम्बन्धः नियामकवृत्तित्वम् अनियामकवृत्तित्वम् इति अस्ति किल, तस्मिन् विषये मया उक्तम्. अनियामकवृत्तित्वम् इत्युक्ते केवलं सम्बन्धः एव, किन्तु नियामकवृत्तित्वम् इत्युक्ते सम्बन्धः अपि अस्ति, यथा देवदत्तः अपि च आसनम् अनयोः मध्ये संयोगसम्बन्धः वर्तते, तदपि सूचितमस्ति. किन्तु साक्षात् तत्र अधिकरणमपि भवति. अनियामकवृत्तित्वे अधिकरणं नास्ति, केवलं सम्बन्धः एव सूचितः वर्तते इति बोधनार्थं मया तदुक्तम्. अस्तु, पुनः अस्माकं प्रकृतविषयं प्रति आगच्छामः. इदानीं उपाधिजन्यः एकं क्रिया, तृतीयं केवलं पदप्रयोगः, शब्दः अतीतः भवति वर्तते भविष्यति इति एतादृशशब्दप्रयोगः एव तत्र उपाधित्वेन कार्यं करोति. इदानीम् अतीतः इत्यस्मिन् सत्यं सत्यम्, अतः एव तत्र उपाधित्वेन तत् स्वीकृतं. कालः अतीतः, घटः अतीतः इति वदामि चेत् तत्र भवतः मनसि ज्ञानं जायत्येव. कालविषयक बोधः जायते इति कृत्वा पदानि अपि उपाधित्वेन, कालसूचकपदाः पदानि अपि तत्र उपाधित्वेन कार्यं कर्तुं शक्यते इति. अस्तु, इदानीं भवतः प्रश्नः आसीत् कालस्य एकत्वविषये अस्माभिः चर्चितं, विभुत्वं किमर्थं स्वीकृतं, कालस्य विभुत्वं. बालसुब्रह्मण्य महोदय, भवतः प्रश्नः. परिमाणः, महत्परिमाणः अस्ति इति कारणात्. हा, किन्तु महत्परिमाणं महत्परिमाणमेव विभुत्वं, किन्तु महत्परिमाणं कालस्य महत्परिमाणं किमर्थं स्वीकृतम्? अन्य कोऽपि वदतु. यत्र परममहत्परिमाणमस्ति चेत् तत्र विभुत्वं नित्यत्वम् अस्ति महोदय. हा, किन्तु किमर्थं किमर्थं कालस्य विभुत्वं स्वीकृतं, परममहत्परिमाणं कालस्य किमर्थं स्वीकृतम्? किमर्थं मध्यमपरिमाणं न स्वीकृतं, किमर्थं परममहत् परमाणुपरिमाणं न स्वीकृतम्? मध्यमपरिमाणं स्वीकृते नित्यत्वं न अनित्यत्वं भवति. समीचीनम्. परमाणु एवं च परमाणु अस्ति चेत् अनेकाः भवन्ति, अतः. हा, समीचीनं. परमाणुपरिमाणं स्वीकुर्मश्चेत् तत्र कालस्य अनेकत्वं स्वीकर्तुं भवति. यदि मध्यमपरिमाणं स्वीकुर्मश्चेत् तत्र अनित्यत्वं भवति. तर्हि नित्यत्वस्य, हा, इदानीम् अन्तिमप्रश्नः अस्ति, किमर्थं नित्यत्वं स्वीकरणीयं कालस्य? अत् प्राग्भावः प्रध्वंस अभावः नास्ति, नाश न नाशयति न उत्पद्यति इति चेत् नित्यं स्वीकृतं किल. हा, तत्र अनित्यत्वं कालस्य अनित्यत्वं स्वीकुर्मश्चेत् तत्र कार्यत्वं वक्तव्यं, कालस्य कार्यत्वं वक्तव्यं. कालस्य कार्यत्वं स्वीकरणीयं चेत् तत्र प्रागभावः वक्तव्यं, प्रध्वंसभावः वक्तव्यं, कारणानि कानि इति वक्तव्यम् इति. तत्र लाघवं नास्ति, तत्र गौरवं भवति इत्यतः. अपि च नित्यत्वस्य स्वीकरणेन किमपि दोषः न भवति इति कृत्वा तत्र नित्यत्वं स्वीकृतं, लाघवाय नित्यत्वं स्वीकृतम्. समीचीनम्, अस्तु. इदानीम् अग्रे महोदय, कालस्य मध्यमिमाणं स्वीकृत्य अनित्यम् अस्ति, परमाणुपरिमाणम् इति चेत् कुत्र अनेकत्वं भवति? अनेकत्वं भवति. परमाणु परमाणवः तेषां परिमाणं लघु एव अस्ति किल? आमां. सो तत्र कालः दीर्घः इति वदामश्चेत् तत्र अनेकाः परमाणवः कालस्य इति वक्तव्यं भवति. आम् आम् महोदय, तत्रापि तत्रापि गौरवमस्ति. अनेकत्वे गौरवमस्ति, अनित्यत्वे गौरवमस्ति. आम् इति कृत्वा विभुत्वं स्वीकृतम्. आं महोदय, अस्तु समीचीनं. कालं परममहत्परिमाणमेव. आम् विभुः, सत्यं विभुः, सत्यं. हा अस्तु, इदानीं विजयभगिन्याः प्रश्नः. दिशः लक्षणं किं भगिनि? दिशः प्राचीत प्राच्यादिव्यवहारहेतुः दिक्. प्राच्यादिव्यवहारहेतुः दिक् इत्युक्ते तत्र किञ्चित् विवरणं करोतु. इयं प्राची, इयं प्रतीची इति शब्दप्रयोगः. व्यवहारहेतुः इत्युक्ते ज्ञानजनकशब्दप्रयोगः. एते शब्दाः इयं प्राची, इयं प्रतीचि, एते शब्दाः दिशः विना कर्तुं न शक्यते इति कारणेन दिक् इति प्राच्यादिव्यवहारहेतुः. समीचीनम्. एकः विभुः नित्या, एकः विभुवि नित्या, स्त्रीलिङ्गं किल? अतः एकः इति न उक्तं, सा च एका, एका एका विभुवि नित्या, नित्या. समीचीनम्. अत्रापि तत्र अनुमानेन एव दिशः निरूपणं कृतम् इत्यतः तत्र सर्वत्र विभुत्वं, नित्यत्वम् अपि च एकत्वं स्वीकृतं लाघवाय. आं महोदय. अनन्तरम् अनादिः अनन्ताः अपि अस्ति खलु? किमिति? अनादिः अनन्ताः अपि. कुत्र अनादिः अनन्ताः इति कुत्र दत्तम्? दिश दिश एव भवत्या उक्तं खलु? दिक् अनादिः अनन्त नित्यम् इति नित्यमिति न बुद्धं. विजया भगिनी किं वक्तुम् इच्छति भवती? तत्र अना दिक् इति विषये अनादिः अनन्ताः अपि तत्र दत्तम् इति अहं मन्ये. दिक् विषये अनेकः नास्ति भगिनि, एका अस्ति. 50 पेज् पुटं 56 अनादिः अनन्तः खलु कालः, कालः एव अनादिः अनन्तः. तत्र अनादिः अनन्तः इत्युक्ते नित्यत्वमेव स्वीकृतं. तत्र अनादिः अनन्तः इति शब्दद्वयेन तत्र किं बोध्यम् इति चेत् नित्यत्वं बोध्यं, तत्तु उक्तं किल. नूतनं नित्यम् इति वदामश्चेत् ये नित्याः सन्ति ते अनादयः अपि च अनन्ताः. नित्यम् इति वदामश्चेत् पर्याप्तम्, अनादिः इति उक्तं भवति, अपि च अनन्ताः इति अपि उक्तं भवति. अस्तु, इदानीं हा वदतु भगिनि. अत्र केवलम् अवगमनार्थे प्राची, प्रतीचि, उदीचि, दिशः सन्ति, किन्तु तस्य अर्थः कः? प्राची इत्युक्ते ईस्ट्, हा सत्यं, प्रतीचि इत्युक्ते वेस्ट्, उदीचि इत्युक्ते साउथ् नार्थ्, उदीचि इत्युक्ते नार्थ्, तर्हि साउथ् इत्युक्ते दक्षिण, दक्षिणे किं वक्तव्यम्? हा तत्र मम मनसि इदानीं नास्ति, प्रायः दृष्ट्वा वक्तुं शक्यते, किन्तु ऊर्ध्वम् अधः इति दत्त, ऊर्ध्वम् अधः इति बहवः बहूनि पदानि उपयोक्तुं शक्यते, किन्तु सर्वे दक्षिणा तत्र उपादित्वेन कृते दक्षिणः इति किल महोदय, दक्षिणं दक्षिणम् उत्तरं पूर्वं पश्चिम, दक्षिणा पश्चिम इति दक्षिणे पश्चिमं प्राश्चे, यदा सन्ध्या वन्दे प्राश्चै दिशे नमः दक्षिणायै दिशे नमः, दक्षिणा इति पदस्य दक्षिणायै इति भवति. सत्यं सत्यं, दक्षिणा दक्षिणा इति अस्ति. प्राची, प्रतीचि, उत्तर, दक्षिण, ऊर्ध्वः, अधः, वामतः, दक्षिणतः. अनन्तरं द्वे अपि सन्ति इति दश इति यागयज्ञं कर्तुं समये उक्तवन्तः, दश इति. अस्तु भवतु, तत्र केवलम् अवगमनार्थमेव सा पृष्टवती. अस्तु, इदानीम् आत्मनः लक्षणं, तत्र विंशतिः निमेषाः एव सन्ति, अतः झटिति प्रयत्नं कुर्मः. आत्मनः लक्षणम् इदानीम् धन्यवादः महोदय. हा अस्तु, धन्यवादः भगिनि. अस्तु बालचैतन्य महोदय, भवान् वदतु आत्मनः लक्षणं किम् इति. बालचैतन्य अस्तु, शिवराम महोदय भवान् वदतु आत्मनः लक्षणम्. आं महोदय, ज्ञानाधिकरण आत्मा. हा किञ्चित् विवरणोतु. ज्ञानस्य आत्मा, ज्ञानस्य अधिकरणमस्ति, सः द्विविधः अस्ति, जीवात्मा तथा परमात्मा. तत्र लक्षणवाक्ये एव एकनिमिषं, तत्र लक्षणवाक्ये ज्ञानस्य अधिकरणम्, इदानीं ज्ञानम् इति कीदृशपदार्थम्? ज्ञानम् इति गुणः अस्ति. सत्यं, ज्ञानम् इति गुणस्य अधिकरणं भवति आत्मा. इदानीं ज्ञानमिति गुणं केन सम्बन्धेन आत्मनि वर्तते? ज्ञान इति समवायसम् एकनिमिषं, तत्र अन्ये कृपया प्रतीक्षां कुर्वन्तु, तत्र यस्य यस्य प्रश्नमहं करोमि सः एव वदतु. समवायसम्बन्धः सम्बन्ध हा इति कृत्वा तत्र ज्ञान अधिकरणम् आत्मा इति तत्र अधिकरणपदेन तत्र समवायसम्बन्धः उक्तः अस्ति. आमां समीचीनम्. अग्रे तत्र वृत्तिनियामकत्वं, वृत्ति अनियामकत्वम् एतत् सर्वम् अस्माभिः इदानीमेव किञ्चित् चिन्तितम् इति कृत्वा, इदानीम् ईश्वरः तत्र द्विविधः आत्मा, आत्मा द्विविधः अस्ति किल, जीवात्मा परमात्मा इति चेत्, तत्र ईश्वरः केन प्रमाणेन निरूपितम्? ईश्वरः विभु अस्ति न सः, तु विभु न प्रमाणं, प्रमाणं परिमाणं नास्ति, प्रमाणम् ईश्वरः अनुमानप्रमाणे. हा तत्र तर्कः कः, किम् अनुमानं तत्र? तर्कः यद्विषये वयम् अधीतवन्तः ज्ञानमिच्छा कृतिः न स्मरामि किन्तु एतद्विषये वयं चर्चां अस्तु श्रीराममहोदय वदतु यदा वयं घटस्य उत्पादनम् उदाहरणं स्वीकुर्मः तत्र कोऽपि घटनिर्माता भवति तादृशमेव अस्य प्रपञ्चस्य निर्माता चैतन्यः कोऽपि भवति इति तत्र अनुमानः अस्ति तत्र चेतनं चेतनपुरुषं विना यस्य कस्यापि उत्पत्तिः न भवति यथा घटः तत्र कुलालं विना कुलालः विना कुलालेन विना घटस्य निर्माणं न भवितुमर्हति इत्यतः इदानीं जगत् सृष्टिः इति सर्वैः अङ्गीकृतं जगतः जगत् सृष्टिः इति अङ्गीकुर्मश्चेत् तत्र स्रष्टा कोऽपि भवेत् सः एव ईश्वरः इति अतः तत्र ईश्वरस्य प्रमाणं तत्र अनुमानमस्ति हा अपि च तत्र यत्र यत्र अनुमानम् अनुमानेन यत्किमपि निरूपितं तत्र सर्वत्र एकत्वम् अपि च विभुत्वम् अपि च नित्यत्वं स्वीकरणीयं भवति इति अस्मिन्नेव वर्गे अस्माभिः चर्चितम् अतः अग्रे गच्छेम इदानीं मुरळीमहोदय भवान् किमिति गतवर्गे भवान् उक्तवान् खलु जि परमात्मा सम्यक् प्रमाणरूपेण ज्ञानम् इच्छा कृतिः इति रूपेण वयं ज्ञानीमः इति गतवर्गे उक्तवान् खलु ज्ञानमिच्छा कृतिः इति ईश्वरे ज्ञान इच्छा कृतिः इति त्रयः आत्मगुणाः वर्तन्ते इति मया उक्तम् आत्मगुणाः तत्र नव विशेष आत्मगुणाः सन्ति किल ज्ञानम् आरभ्य तत्र संस्कारपर्यन्तं नवविशेष आत्मगुणाः सन्ति तेषु आत्मगुणेषु त्रयः एव गुणाः ईश्वरे वर्तते ज्ञानम् इच्छा कृतिः अपि च ते गुणाः नित्याः इत्युक्ते ईश्वरे नित्यज्ञानं वर्तते नित्य इच्छा वर्तते नित्यकृतिः वर्तते नित्याकृतिः वर्तते अस्तु इदानीं मुरळीमहोदय भवान् वदतु आत्मनः अस्तित्वे आत्मा अस्ति जीवात्मा अस्ति इत्यस्मिन् विषये किं प्रमाणम् प्रतिशरीरं भिन्नः अस्ति महोदय हा किन्तु तद् मम प्रश्नः नास्ति आत्मा अस्ति जीवात्मा अस्ति इति ज्ञानार्थं तत्र किं प्रमाणमस्ति केन प्रमाणेन अस्माभिः ज्ञायते जीवात्मा अस्ति इति प्रत्यक्षप्रमाणेन अहं जानामि प्रत्यक्षप्रमाणं प्रत्यक्षप्रमाणमस्ति चेत् तत्र कः इन्द्रियः भवति किम् इन्द्रियं भवति इन्द्रियं महोदय न प्रत्यक्षम् अनुमानमेव अनुमानं कृष्णवर्ति इतराणि नास्ति नास्ति नास्ति अस्तु अन्य अन्य कोऽपि वदतु मनसा महोदय प्रत्यक्षं भवति हा मानसप्रत्यक्षं तत्र मनः एव इन्द्रियमस्ति मनसा जीवात्मा गृह्यते इति नैयायिकानां मतम् अतः जीवात्मनः अस्तित्वे तत्र मानस्य प्रत्यक्षमेव प्रमाणम् अस्तु तत्र नवगुणाः सन्ति आत्मगुणाः सन्ति इति अस्माभिः अधीतं तेषु गुणेषु मुरळीमहोदय भवानेव वदतु के गुणाः इन्द्रियग्राह्याः भवन्ति तत्र नवगुणाः सन्ति बुद्धि सुखं दुःखम् इच्छा द्वेष प्रयत्न धर्म अधर्मः भावनाक्यसंस्कारः आम् भावनाक्यसंस्कारः नवपदेषु गुणेषु के इन्द्रियग्राह्याः भवन्ति सुखं दुःखम् इच्छा द्वेष पुण्यं पापम् अधर्मम् अधर्मम् इति मनसा एव अहं ज्ञातव्यम् अस्तु अन्य कोऽपि सहायं करोतु धर्म अधर्म भावनासङ्ख्या संस्कारः धर्म अधर्म भावनाक्यसंस्कारः एतानि त्रीणि गुणाः मनसा न गृह्यन्ते हा एते त्रयः गुणाः मनसा न गृह्यन्ते इत्युक्ते षट् गुणाः एव मनसा गृह्यन्ते ते बुद्धिः सुखं दुःखम् इच्छा द्वेषः प्रयत्नः इति बुद्धिः आरभ्य प्रयत्नपर्यन्तं षड्गुणाः ये सन्ति ते एव मनसा गृह्यन्ते धर्मः अधर्मः भावनाख्यसंस्कारः इति त्रयः गुणाः मनसा न गृह्यते तेषाम् अस्तित्वे इदानीं बालसुब्रह्मण्यं महोदय भवानेव वदतु तेषाम् अस्तित्वे तेषाम् इत्युक्ते धर्मः अधर्मः भावनाख्यसंस्कारः इति त्रयगुणाः तेषाम् अस्तित्वे किं प्रमाणम् मानस तेषां मानसप्रत्यक्षं न भवति इति भवता एव उक्तम् अतः प्रत्यक्षं तत्र प्रमाणं न भवति अनुमानप्रत्यक्षमेव अनुमानप्रत्यक्षम् इति मा वदतु तत्र अनुमानप्रत्यक्षमिति किमपि नास्ति अनुमानं भवति नो चेत् प्रत्यक्षं भवति अनुमानमेव एकनिमेष इदानीं मम प्रश्नः बालसुब्रह्मण्यस्य केवलं बालसुब्रह्मण्यमहोदय एव वदतु कृपया अस्तु भवान् वदतु महोदय अत्र मनसा न ग्रहीतुं शक्यते तस्मात् त्रीणि अतीन्द्रियाः गुणाः सत्यं किन्तु तेषाम् अस्तित्वे किं प्रमाणम् अस्तित्वे कल्पिताः नास्ति कल्पितम् इति चेत् तत्र न सङ्गच्छते अनुमानप्रमाणमस्ति तत्र अस्तु इदानीं विजी भगिनी भवती वदतु तत्र तत्र तर्कः कः इति वदतु एतेषां अनुमानप्रमाणेन साधनार्थं तत्र कः तर्कः उपयुक्तः अस्ति विजी भगिनी इदानीं पुण्यपापं पुनर्जन्म पुण्यपापं तानि क्रियते चेत् पुनः इदानीं जन्मे अनुभूयते तत् पुण्यं करोति चेत् धर्मः पापं करोति चेत् अधर्मः इति कष्टः इति अनुभूयते अत्र तानि न स्वीक्रियते चेत् एतानि पुण्यपापं नश्यन्ति पापानि नश्यन्ति भगिनि मम प्रश्नः इदानीं जीवस्य नित्यत्वं किमर्थं स्वीकृतम् इति नास्ति ओहो मम प्रश्नः इदानीं धर्मः अधर्मः भावनाख्यसंस्कारः इति त्रयः गुणाः आत्मगुणः अनुमानप्रमाणेन स्वीकृतम् इति उक्तं किल ओहो न जानामि. अन्य कोऽपि? अन्य कोऽपि? दुःखस्य कारणं भवेत् अतः अधर्मधर्मस्य पापपुण्यस्य स्वीकारः अस्ति. किन्तु वदतु, एकनिमिषम् एकनिमिषं सीमा भगिनी वदतु. किन्तु संस्कारस्य विषये स्मरणे नास्ति किमर्थं तत् स्वीकृतम् अस्ति. तत्र प्रत्यभिज्ञा तत् अस्माभिः न अधीतं. तत्र प्रत्यभिज्ञा इति अस्ति किल, सोऽयं देवदत्तः इति. यः देवदत्तः दश वर्षस्य पूर्वं मया दृष्टं, सः एव एषः देवदत्तः इति. यत्र प्रत्यभिज्ञा भवति तत्र तस्य आवश्यकता अस्ति. किन्तु तद् अस्माभिः न अधीतं. किन्तु यद् भवत्या उक्तं तत्र धर्मः पुण्यम् इदानीन्तनजन्मनि अहं सुखम् अनुभवामि चेत् तस्य कारणं किमपि भवेत्, कारणं विना सुखं न भवति इत्यतः तस्य कारणं पुण्यं भवति इत्यनेन तत्र अन्वितमस्ति. तदेव तर्कः. समीचीनम्. अस्तु, इदानीं सीमा भगिनी भवती एव वदतु, जीवस्य नित्यत्वं किमर्थं स्वीकृतम्? क्षम्यतां महोदय, मम इण्टर्नेट् किञ्चित् अपगत. कृपया पुनः वदतु प्रश्नः. जीवस्य नित्वम् अत्र जीवस्य निरूपणम् अनुमानप्रमाणेन कृतं चेत् तत्र नित्यत्वं लाघवाय स्वीकृतम् इति वक्तुं शक्यते. किन्तु जीवात्मनः अस्तित्वं मानसप्रत्यक्षेन एव साधितम् अस्माभिः, अतः प्रत्यक्षेण साधितं. तथापि नित्यत्वं तस्य स्वीकृतम् किमर्थम्? यदि जीवस्य जीवस्य नाशः भवति, जीवस्य नाशः भवति चेत् अस्मिन् जन्मनि सुखस्य दुःखस्य कारणं न भवितुम् अर्हति पापपुण्यम्. यतोहि जीवस्य नाशे पापपुण्यस्य नाशः अपि भवति. एवं च अद्य अस्मिन् जन्मनि यत् पापं या पुण्यं कृतमस्ति तस्य फलम् अपरस्मिन् जन्मनि भवति. यदि जीवस्य नाशः भवति तर्हि तदपि तस्यापि नाशः भवति. अतः कृतहानि एवं अकृत अभ्यागमः सः दोषः भवति. अतः जीवस्य नित्यत्वं स्वीकरणीयम्. सत्यं, कृतहानिः अकृत अभ्यागमः इति दोषाः भवन्ति इत्यतः तत्र जीवस्य नित्यत्वं. यद्यपि जीवः प्रत्यक्षेण साधितं तथापि तस्य नित्यत्वं स्वीकृतम् अनेन कारणेन एव. समीचीनतया उक्तम्. अस्तु, तत्र श्रीराममहोदय भवान् वदतु, जीवस्य विभुत्वं किमर्थं स्वीकृतम्? यदा जीवस्य मध्यमपरिमाणम् अस्ति चेत् तस्य नाशः भवति. यथा पदार्थानां घटपट वा मध्यमपरिमाणवन्तः तेषां नाशः भवति. यदा जीवस्य मध्यमपरिमाणं स्वीकुर्मश्चेत् तस्य नाशः अपि भवति. अतः मध्यमपरिमाणं अनित्यत्वापत्तिः भवति. यदा वयं अणुपरिमाणं स्वीकुर्मश्चेत् तदा इदानीं मम शरीरे यः आत्मा अस्ति, कस्मिन् अहमस्मि शरीरे अस्मि, कस्मिंश्चित् भागे अस्मि चेत् तदा मम शरीरे स्पर्श ज्ञानं भवति तद् तस्य मम शरीरे अहं व्यापः नास्मि चेत् ज्ञानं न भवति. शिरसि अहं किमपि पतति, फलं पतति, अनन्तरं पादं मम पादः अपि भूमौ स्पृशति, भूमिं स्पृशति, तत्सर्वं युगपद् भवति. यदा मम आत्मा अणुपरिमाणम् अस्ति चेत् तत्र युगपत् बहूनि ज्ञानानि उत्पादनं न भवितुम् अर्हति. बहूनां ज्ञानानाम् उत्पादनं समानसमये न भवितुम् अर्हति. युगपत् न भवति, युगपत् न भवति. अतः विभुपरिमाणमेव स्वीकरणीयः भवति, परिमाणं स्वीकरणीयं भवति. हा, किन्तु विभुपरिमाणम् अस्ति चेत् तत्र कः दोषः भवति, तत् कथं वा निवारितं भवति? विभुपरिमाणम् अस्ति चेत् सर्वेषां ज्ञानानाम् अधिकरणम् आत्मा अस्ति. तद् तदा यत् ज्ञानं अन्येषाम् अस्ति तदपि सुखदुःखम् अन्येषाम् अनुभवम् अस्ति, तदपि मम अनुभवं भवति. तादृशं नास्ति. अत्यतः तत्र मनः यत् ज्ञानं सुखं दुःखं सुखानां प्रत्यक्षम् उत्पादयति, तद् अनेकाः, तद् मनः अनेकाः अनेकानि सन्ति, मनः मनांसि अनेकानि सन्ति. प्रत्येकं शरीरे एकं मनः अस्ति. मम पार्श्वतः वा महोदय शब्दः आगच्छति? अस्तु, तत्र इदानीं न शब्दः नास्ति किमपि. इदानीं मया श्रूयते शब्दः अस्ति. अस्तु, तत्र इदानीं समीचीनमस्ति वा? हा, इदानीम् अस्ति महोदय. प्रत्येकं शरीरे प्रत्येकं मनः अस्ति. मनसा एते षड् आत्मगुणाः गृह्यन्ते. अतः अन्येषां सुखदुःखं मनसा न मम मनसा न ग्रहीतुं शक्यते. इत्यतः तत्र यद्यपि आत्मा विभुः अस्ति, सर्वेषां सुखदुःखानाम् अनुभवः भवति. न न, अत्र इदानीं यत्र भवतः मनः अस्ति तत्र मम आत्मा अस्ति वा न वा? अस्ति, अस्ति विभुः. किन्तु यदि मम आत्मा यत्र भवतः मनसः मनः अस्ति तत्र मम आत्मापि अस्ति, मम आत्मनः विभुत्वात् इति चेत् तत्र भवतः मनः अपि च मम आत्मा अनयोः मध्ये संयोगः भवितुमर्हति एव किल? तु भवितुम् अर्हति. भवतः आत्मा मम तादृशं भवितुमर्हति, संयोगः भवितुमर्हति, निश्चयेन भवितुमर्हति. किमर्थमित्युक्ते मम आत्मा तु विभुः, भवतः मम मनः तु परमाणुः अस्ति. किन्तु यत्र भवतः मनः अस्ति तत्र मम आत्मा अपि अस्ति इति कृत्वा भवतः मनः अपि च मम आत्मा अनयोः मध्ये अपि संयोगः भवितुमर्हति. यदि भवति चेत् तत्र भवतः मनसः मम आत्मनि यद् ज्ञानं जायते तदपि गृहीतुं शक्यते. शरीरेण तत्र विशेषसंयोगः अस्ति महोदय. इति वक्तव्यं, तदेव अत्र तत् समीचीनं. तत्र विशेषसंयोगः, तत्र मम आत्मा अपि च मम शरीरम् अनयोः मध्ये, शरीरमिति द्रव्यमस्ति, आत्मा इति अपि द्रव्यमस्ति, द्रव्ययोः मध्ये संयोगः एव भवति, किन्तु मम शरीरः अपि च मम आत्मा अनयोः मध्ये विशेषसंयोगः वर्तते इति वक्तव्यम्. यदि तादृशवैशिष्ट्यं न स्वीकुर्मश्चेत् तर्हि तत्र दोषः भवत्येव. किन्तु अपि च तत्र विशेषसंयोगः मम शरीरः अपि च मम आत्मा अनयोः मध्ये विशेषसंयोगः वर्तते इति कृत्वा केवलं यत्र मम शरीरे यद् स्पर्शः जायते तदेव मम आत्मनि ज्ञानम् उत्पद्यते, तस्य ज्ञानं मम मनसा गृह्यते इति भवति. अत्र विशेषतयोगः वक्तव्यः. समीचीनम्. अस्तु, इतोपि समयः जातः, किन्तु पञ्चनिमिषमेव स्वीकरोमि. तत्र मनः एव अवशिष्टमस्ति. सरला भगिनी भवती वदति वा मनसः लक्षणं किम् इति? क्षम्यतां, सीमा भगिनी, मम मनसि सीमा भगिनी इत्येव आसीत् किन्तु सरला इति मया उक्तम्. क्षम्यतां, पुनः वदतु महोदय. मनसः लक्षणं किम्? सुख दुःखादि उपलब्धि साधनं मनः, साधनं सुख दुःखादि उपलब्धि साधन इन्द्रियं मनः. हा, सुखदुःखादि उपलब्धि साधनम् इन्द्रियं मनः इति दत्तमस्ति. अत्र लक्षणवाक्ये कति दलानि सन्ति? एकमेव महोदय. एकमेव अस्ति वा? इदानीम् इन्द्रियम् इति पदं त्यजामश्चेत् तत्र किं भवति? अस्तु अस्तु, दलद्वयमस्ति, साधनमेव. हा, तौ कौ? ते के दलद्वयं? सुखदुःखादि उपलब्धि साधनम् एकं दलम्, इन्द्रियं द्वितीयदलमस्ति. हा, इदानीम् इन्द्रियम् इति दलं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति? सुखदुःखादि उपलब्धि साधनं मनः इति वदामश्चेत् तत्र आत्मनि गच्छति. सत्यम्, आत्मनि. किमर्थमित्युक्ते ज्ञानं कुत्र उत्पद्यते? आत्मनि एव उत्पद्यते किल. अतः आत्मा अपि सुखदुःखादि उपलब्धिसाधनं भवति इत्यतः तत्र आत्मनि अतिव्याप्तिः भवति. यदि सुखादि उपलब्धिसाधनम् इति त्यक्त्वा इन्द्रियम् इति एव केवलम् इन्द्रियं मनः इति एव स्वीकुर्मश्चेत् तत्र कुत्र अतिव्याप्तिः भवति? तत्र श्रोत्रेन्द्रिये अन्येषु इन्द्रियेषु भवति, पञ्चेन्द्रियेषु. हा, पञ्च इन्द्रियेषु अतिव्याप्तिः भवति. अस्तु, अन्तिमप्रश्नः भवती एव वदतु. व्यवहारः इति पदेन तत्र ज्ञानजनकशब्दप्रयोगः इति अस्माभिः अधीतं, किन्तु तत्र करपत्रे भिन्न लक्षणमपि अस्माभिः अधीतं, तत् किम् इति वदति वा? अस्तु, अन्य कोऽपि वदतु यस्य मनसि स्मरणमस्ति. व्यवहारः इति पदस्य लक्षणं शब्दप्रयोगः न शब्दप्रयोगः इति अस्माभिः उक्तम् इदानीमेव. तत्र भिन्नलक्षणं करपत्रे अस्माभिः अधीतम्. हा, किन्तु भवत्याः सूचनं समीचीनमेव, किन्तु इतोपि तत्र तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यवहारः व्यापारः अस्ति. तज्जन्यत्वम् अपि च तज्जन्यजनकत्वम् इति दलद्वयं वर्तते. जन्यत्वम् इत्यनेन कार्यत्वं स्वीकृतं, तज्जन्यजनकत्वम् इत्यनेन कारणत्वं स्वीकृतम्. किन्तु व्यापारस्य लक्षणम् इति कृत्वा यः क्षम्यतां महोदय, व्यापारस्य लक्षणं पृष्टं भवता वा व्यवहारस्य? व्यवहारः इत्युक्ते व्यापारः एव किल? ओ एवं वा, व्यवहारः व्यापारः द्वयमपि समानमेव तत्र, व्यवहारः व्यापारः अस्तु मम प्रायः मया तत्र व्यवहारः इति एव मम मनसि किं मया उक्तं तत्र व्यापारः इति उक्तं वा व्यवहारः इति उक्तं वा? व्यवहारः व्यापारस्य लक्षणं जानामि महोदय। हा वदतु, व्यापारः व्यापारः इत्युक्ते व्यवहारः एव, द्वयमपि समानपर्थ पदार्थो एव। अस्तु अस्तु एवं वा। तत् जन्यत्वे सति तत् जन्यस्य जनकत्वं व्यापारस्य लक्षणं। समीचीनं, तज्जन्यत्वम् इत्युक्ते कार्यत्वं, तज्जन्यजनकत्वम् इत्युक्ते कारणत्वं, यस्मिन् कार्यत्वम् अपि च कारणत्वं विद्यते तदेव व्यापारः। किमर्थम् एतत् मया पृष्टमिति चेत् तत्र गते वर्गे इति नास्ति, प्रायः तस्मात् पूर्वं मनसः व्यापारत्वं तत्र इन्द्रियप्रत्यक्षे अस्ति वा इति अस्माभिः चिन्तितं किल। इदानीं मनः नित्यः अस्ति चेत्, मनः नित्यमस्ति चेत् तस्मिन् कार्यत्वं यदा कदापि न भवति। यद् नित्यं तत् कार्यं नास्ति, अतः कार्यत्वं मनसि न भवति। कार्यत्वं न भवति चेत् तत्र व्यापारत्वमपि न भवति। अस्तु समीचीनम्, अत्र स्थगयामः एकनिमिषं, रेकार्डिङ्ग्।